विद्या नाम नरस्य रूपम् अधिकं प्रच्छन्न गुप्तं धनं विद्या भोगकरी अशः सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्यापरा देवता विद्या राजसु पूज्यते न तु धनं विद्यविहीनः पशुः. उत्तमं. कुत्र पदविच्छे पदविभागः भवति? विद्या भोगकरी एकपदं. तत्र भगिनी अत्र एकवारम् अहम् एकं करपत्रं प्रेषितवती. करपत्रम् एकवारं पठतु. तत्र अन्वयः अस्ति. अन्वयः एकवारम् अन्वयं पश्यामश्चेत् वयम् अवगन्तुं शक्नुमः. अत्र यदि भवती श्रोतुमिच्छति चेत् अद्य एव कर्तुं शक्नुमः, नो चेत् अग्रिमे सप्ताहे अपि वयं कर्तुं शक्नुमः. पदविच्छेदः तत्र कुत्र अस्ति? पदानि सर्वाणि सामान्यपदानि एव अत्र. अस्तु, धन्यवादः. अधुना वयम् अत्र गीतासोपानं, सर्वेषां गीतासोपानपुस्तके पुनः एकवारं गीतासोपानकक्षायां स्वागतम्. गते सप्ताहे वयं सप्तमपुटपर्यन्तं पठितवन्तः. तत्र कानिचन पदानि, नूतनानि पदानि, सुबन्तपदानि वयं ज्ञातवन्तः. तत्र कस्मिन् पुटे इत्युक्ते सप्तमे पुटे अत्र अवधेयम् इति दत्तमस्ति. अत्र अवधेयम् इत्युक्ते किं, कोऽपि वदति वा आङ्ग्लभाषायाम्? Understand. Avadeyam is commentary, remarks, all of that. अत्र सम्यक्तया वक्तुम् इच्छामश्चेत् अवधेयम् इत्युक्ते टु बि नोन्. टु बि नोन्, दिस् आर् द थिङ्ग्स् दट् यु नीड् टु नो, पे अटेन्शन् टु, अथवा टु बि नोन् इति अर्थः. अत्र अवधेयम् इति पदस्य विषये किञ्चित् वदामि. अत्र कोऽपि जानाति चेत् वदतु. अरुणा भगिनी प्रयत्नं करोति वा? अवपूर्वक धाय् धातु न भगिनि, तथा न. अत्र अव उपसर्गः अस्ति, किन्तु धा धातुः अस्ति. धा धातुः जुहोत्यादिगणीयधातुः अस्ति. वयं दा धातुं जानीमः एव. दा धातोः रूपमेव ददाति, किन्तु अत्र धा धातुः अस्ति. अपि च अवधानम् इति एकं पदमस्ति. अवधानम् इति पदं ल्युट् प्रत्ययान्तरूपं, किन्तु अत्र अवधेयम् इति लिखितमस्ति. इत्युक्ते अव उपसर्गपूर्वकः धा धातुः यत् प्रत्ययः. यत् प्रत्ययः साधारणतया कर्मण्यर्थे एव तस्य उपयोगः भवति. अहं पूर्वमपि उक्तवती, अनियर् प्रत्ययः, तव्यत् प्रत्ययः, यत् प्रत्ययः कर्मण्यर्थे एव आयाति. एतत् सर्वम् अवधेयम् अस्माभिः इति वाक्यमस्ति अत्र. अत्र यत् प्रत्ययः अस्ति इत्युक्ते अवधेयमित्युक्ते अस्माभिः ज्ञातव्यं. किं ज्ञातव्यम्? अत्र अत्र कोष्टके किञ्चित् लिखितमस्ति. किं ज्ञातव्यम् अस्माभिः? गते सप्ताहे वयं कानिचन सुबन्धपदानि स्वीकृत्य वयं पठितवन्तः. तेषां रूपाणि, प्रथमाविभक्ति, एकवचन, द्विवचन, बहुवचनरूपाणि वयं परिशीलितवन्तः. अत्र किं लिखितमस्ति भवती एव वदतु, किं ज्ञातव्यम्? पुंलिङ्ग, स्त्रीलिङ्ग, नपुंसकलिङ्ग, अकारान्त पुंलिङ्गशब्दाः, आकारान्त स्त्रीलिङ्गशब्दाः, ईकारान्त स्त्रीलिङ्गशब्दाः, अकारान्त नपुंसकलिङ्गशब्दाः, एकवचन, द्विवचन, बहुवचनरूपाणि, अवधेयम् रूपाणि अवधेयानि अवधेयानि उत्तमम् अत्र यादवः यादवः इति पदं तस्य कति रूपाणि भवन्ति साधारणतया कति सुबन्तरूपाणि भवन्ति यादवः इत्यस्य शब्दस्य कृते एकविंशतिरूपाणि भवन्ति एकविंशतिरूपाणि सेना इत्यस्य तदपि एकविंशति एकविंशतिरूपाणि अत्र ईकारान्तस्त्रीलिङ्गपदमस्ति मही इति पदमस्ति एकवारम् अत्र प्रथमाविभक्त्यन्तरूपाणि दत्तानि भवती किञ्चित् इतोपि वक्तुं शक्नोति वा अन्यानि रूपाणि तत्र किं भवति द्वितीयाविभक्ति बहुवचनान्तरूपम् कोऽपि वदतु शोभा भगिनी वदतु एकवारं द्वितीयाविभक्ति इत्यस्य पदस्य दीर्घ दीर्घ ईकारान्त स्त्रीलिङ्गे अस्ति इति कृत्वा तत्र द्विवचने यकारः आगच्छति मह्यौ इति अपि च बहुवचने यकारः अपि आगच्छति मह्यः इति किं इत्युक्ते भवती भवती ईकारान्त स्त्रीलिङ्गपदं किं पदं ज्ञातवती किं पदं पठितवती तत्र नदी पदवत् अस्ति भगिनि उत्तमं द्वितीयाविभक्तिपर्यन्तं वदतु द्वितीयाविभक्तिपर्यन्तं हा नदीं नद्यौ नदीः इति तत्र महीं मह्यौ महीः इति भवति उत्तमं द्वितीया बहुवचनं महीः इति भवति उत्तमम् अनन्तरम् अकारान्त नपुंसकलिङ्ग पदमस्ति सुखं सुखं सुखे सुखानि अत्र अरुणा भगिनी भवती एव वदतु भवती कथम् अभिज्ञातुं शक्नोति तत्र एतत् पदं पुंलिङ्गपदम् एतत् स्त्रीलिङ्गपदं नपुंसकलिङ्गपदं कथं भवती अभिज्ञातुं शक्नोति इत्युक्ते हौ केन् यु रिकग्नैस् दट् इट् इस् ए स्त्रीलिङ्गपदं वयं सर्वे जानीमः एव संस्कृतभाषायां सुबन्तपदानि त्रिषु लिङ्गेषु भवन्ति भवती कथं ज्ञातवती पुंलिङ्गविषये प्रथमपुरुष एकवचनम् अकारान्तविसर्गः अपि अस्ति अनन्तरं विसर्गः अस्ति स्त्रीलिङ्गे नपुंसकलिङ्गे अकारान्त नपुंसकशब्द अन्तं सुखम् इति मकार एव सिद्ध्यति स्त्रीलिङ्गे प्रायः आकारान्त एव आकारान्त दीर्घ आकार दीर्घ ईकार शब्दाः स्त्रीलिङ्गशब्दाः रूपं वयं पश्यामः उत्तमम् अत्र यादवः इति पदमस्ति यादवः इति पदस्य प्रातिपदिकं किम् यादव इति अहं मन्ये उत्तमं यादव इति प्रातिपदिकमस्ति तत्र अन्ते पुंलिङ्गसुप्रत्ययं योजयामः तदर्थमेव तत्र यादवः इति रूपम् आगतं वयं सर्वे ये ये जनाः व्याकरणकक्षां गच्छन्ति ते सर्वे जानन्ति एव अत्र कति सुप्रत्ययाः सन्ति एकविंशति सुप्रत्ययाः सन्ति अत्र अकारान्तप्रातिपदिकं स्वीकृत्य तदनन्तरम् अन्ते पुंलिङ्गे सुप्रत्ययं योजयामः तदर्थमेव यादवः इति रूपम् आयाति यादवौ आयाति यादवाः तादृशानि रूपाणि आयान्ति किन्तु अत्र सेना इति पदस्य प्रातिपदिकं किम् सेना सेना सेना एव इत्युक्ते तत्र प्रातिपदिकं सेना एव मही शब्दस्य प्रातिपदिकं मही एव किन्तु अत्र सुखं शब्दस्य प्रातिपदिकं सुख अकारान्तप्रातिपदिकमस्ति उत्तमं अपि च भवती एव वदतु पठत जानीत इति पदद्वयम् अस्ति भवती यद् जानाति तद् वदतु क्रियाशब्दं मध्यमपुरुषबहुवचनं मध्यमपुरुषबहुवचनम् उत्तमं लकारः कः लट् लकारः न ओ विदिलि न भगिनि सूर्यकुमारी भगिनी वदतु लोट् लकार लोट् लकार भवती जानाति वा लोट् लकारस्य रूपाणि न जानाति चेत् चिन्ता मास्तु केवलं केवलं वदामि भवन्तः न जानन्ति चेत् अपि तत्र चिन्ता मास्तु वयम् अग्रे गत्वा एतत् सर्वं पुनः पठिष्यामः कोऽपि जानाति चेत् वदतु पठत जानीत तत्र पदद्वयमपि लोट् लकारे अस्ति मध्यमपुरुषबहुवचनमस्ति एकवारं पुनस्मरणं कुर्मः अतः पठतु पठतात् पठत पठानि पठाव पठाम लोट् लकाररूपं मध्यमपुरुष एकवचनरूपं पठ पठ पठ पठतात् अपि पठतात् अपि उत्तमम् इत्युक्ते प्रथमपुरुष एकवचनं तत्र रूपद्वयम् अस्ति मध्यमपुरुष एकवचनमपि रूपद्वयम् अस्ति पठतात् इति द्वितीयं रूपं विकल्पेन द्वितीयं रूपमपि अस्ति पठतु पठतात् प्रथमपुरुषे मध्यमपुरुष एकवचनं पठ पठतात् इति रूपाणि भवन्ति उत्तमम् अनन्तरम् अत्र अभ्यासः इति एकं पदम् अस्ति अभ्यासः इति पदं कथम् आगतं तत्र के के भागाः सन्ति अथवा के के अवयवाः सन्ति तस्मिन् पदे के के भागाः सन्ति कोऽपि वदति वा तत्र किं वक्तव्यम् इत्युक्ते अभि उपसर्गपूर्वकः आ दीर्घ आकारः आ उपसर्गपूर्वकः अस् धातुः अन्ते घञ् इति प्रत्ययः अस्ति अभि योगः योगः इत्युक्ते प्लस् अभि प्लस् आ प्लस् अस् प्लस् घञ् अभियोगः आ अत्र ईकार आकारयोः मेलनेन तत्र सन्धिकार्यं भवति सन्धेः नाम किम् यण्सन्धि उत्तमं भगिनि उत्तमरीत्या उक्तवती धन्यवादः अनन्तरम् अत्र अधुना अत्र गीताञ्जलि भगिनी भवती अग्रे किमस्ति किञ्चित् पठति वा आं भगिनि कुत्र भगिनि तत्र रक्तवर्णैः लिखितानि कानिचन पदानि सन्ति कोष्टकयोः एतत् सर्वं गृहपाठरूपेण दत्तमस्ति किन्तु वयं सर्वे मिलित्वा किञ्चित् परिशीलनं कुर्मः तेन तत्र अभ्यासः अपेक्षितः विशिष्टतया संस्कृतभाषायाः विषये किञ्चित् अभ्यासः अपेक्षितः तदर्थमेव यद्यपि गृहपाठरूपेण एव दत्तवती किन्तु वयं कक्षायाम् एतत् सर्वं कुर्मः तेन सम्यक् अभ्यासः भवति करोतु कोष्टकयोः इति आरभ्य आं भगिनि कोष्टकयोः शब्दान् स्वीकृत्य यथोदाहरणं वाक्यानि रचयत एषः एतौ एते एषा एते एताः एतत् एते एतानि यदि गुरि अस्ति चेत् सः तौ ते सा तेताः तत् एतानि अस्मिन् कोष्टके कति पदानि सन्ति अष्टादश भगिनि इत्युक्ते एतत् सर्वम् अष्टादशपदानि पठित्वा भवती किम् अवगतवती? त्रीणि रूपाणि दत्तं, पुल्लिङ्गे स्त्रीलिङ्गे अपि च नपुंसकलिङ्गे पदस्य समीपे अस्ति चेत्, दूरे अस्ति चेत्, सर्वनाम सर्वे सर्वनामपदानि दत्तं, प्रातिपदिकं सर्वाणि प्रातिपदिकं तदेव तद् प्रातिपदिकं दकारान्तप्रातिपदिकम् अस्ति. अत्र इतोपि किञ्चित् वदतु, दूरे अस्ति चेत्, समीपे अस्ति चेत् इति उक्तवती, इतोपि सम्यक्तया वदतु. अत्र अन्येषां कृते वदतु. यदि अन्येषां कानि कानि पदानि समीपे सन्ति चेत् कानि कानि पदानि योजयित्वा वदामः, दूरे अस्ति चेत् कानि कानि पदानि तथा वदतु. दूरे अस्ति चेत् सः ग्रन्थः, अपि च इत्युक्ते ग्रन्थः अस्ति किन्तु किञ्चित् दूरे अस्ति चेत्, तदनन्तरं वयं वदामः सः ग्रन्थः. यदि यदि द्विवचने अस्ति तौ ग्रन्थौ, यदि बहूनि वस्तूनि अस्ति चेत् ते ग्रन्थाः. किन्तु यदि तत्रैव यदि तदैव वस्तूनि समीपे अस्ति चेत्, एकम् अस्ति चेत् एषः ग्रन्थः, द्विवचने एतौ ग्रन्थौ, बहुवचने एते ग्रन्थे पुल्लिङ्गस्ति. भगिनि अत्र एते ग्रन्थाः, एते ग्रन्थाः, क्षम्यतां भगिनि, चिन्ता मास्तु, वदतु. एते ग्रन्थाः यदि स्त्रीलिङ्ग् अस्ति चेत्, समीपे अस्ति चेत् एषा महिला एकवचनं, द्विवचने एते बालिके, एते महिले, अधिकम् अस्ति चेत् एताः बालिकाः, दूरे अस्ति चेत् सा बालिका, ते बालिके, ताः बालिकाः. नपुंसकलिङ्ग् अस्ति चेत्, समीपे अस्ति चेत् एतत् पुस्तकम्, एते पुस्तके, एतानि पुस्तकानि, दूरे अस्ति चेत् एकवचनं तत् पुस्तकं, द्विवचने ते पुस्तके, बहुवचने तानि पुस्तकानि इति वयं वदामः भगिनि. उत्तमम्, उत्तमरीत्या उक्तवती, उत्तमं भगिनि. अत्र कोष्टकयोः शब्दान् इति अत्र एकमेकं पदं स्वीकृत्य वदतु. कोष्टकयोः शब्दान् स्वीकृत्य यथोदाहरणं वाक्यानि रचयत. अत्र प्रथमपदं दत्तं नर्तक्यः. न न, अत्र कोष्टकयोः कीदृशं पदम्? कोष्टकयोः, अस्तु भगिनि, कोष्टकयोः इत्युक्ते षष्टि द्विवचन कोष्टक अपि च सप्तमी, सप्तमी अपि च भगिनि. अत्र अस्मिन् सन्दर्भे षष्टि भवति वा सप्तमी भवति वा द्विवचनम्? अत्र अहं मन्ये षष्टि भगिनि कोष्टकयोः, षष्टी द्विवचनम् अपि च षष्टमी सप्तमी द्विवचनमपि कोष्टकयोः एव. अहं शब्दकोशं दृष्टवती, अतः वदामि. कोष्टकम् इति पदमस्ति, अपि च कोष्टकः इति अपि अस्ति, किन्तु पुंलिङ्गे वा भवतु नपुंसकलिङ्गे वा भवतु, तत्र षष्ट्यन्तं रूपाणि सप्तम्यन्तं रूपाणि समानानि एव. अनन्तरं शब्दान् कीदृशं पदम्? शब्दानि इति द्विवचने बहुवच द्विवच द्वितीय विभक्ति बहुवचनं लिङ्गं किं लिङ्गं पुंलिङ्गम् इत्युक्ते प्रथमाविभक्त्यन्तरूपं शब्दः शब्दः शब्दः शब्दौ शब्दाः शब्दं शब्दौ शब्दाः उत्तमम् उत्तमम् अनन्तरं स्वीकृत्य इति एकं पदमस्ति तस्मिन् विषये वदतु आं भगिनि स्वीकृत्य इति त्वान्तपदस्य यदि द्वि कार्यम् अस्ति चेत् प्रथमकार्यं त्वान्तपदं त्वान्तप्रत्यय स्वीकृत्य स्वीकृत्य भवति भगिनि उत्तमम् अत्र अत्र एतत् पदं कोऽपि अन्यः वदतु अत्र एतत् पदं क्त्वान्तपदं वा न वा लेबन्तं लेप्ति भगिनि लेबन्तपदम् अस्ति इतोपि किञ्चित् वदतु शोभा भगिनि अत्र स्वीकरोति इति प्रथमपुरुषे एकवचने भवति तस्य स्वीकृत्वा अस्ति चेत् त्वान्तपदं भवति स्वीकृत्य अस्ति चेत् लेबन्तं भवति तद् इत्युक्ते लेबन्तपदमेव अत्र किं वक्तव्यं वाट् वि शुड् नो इत्युक्ते अत्र वदतु भगिनि गीताञ्जलि भगिनि वदतु उपसर्ग अस्ति चेत् तदनन्तरं ल्यप् आयाति आयाति उत्तमम् इत्युक्ते अत्र क्रुधातोः क्त्वान्तरूपं कृत्वा किन्तु अत्र कृत्या अस्ति इत्युक्ते यथा भवती उक्तवती अत्र धातोः पूर्वम् उपसर्गः अस्ति चेत् ल्यबन्तरूपं सिद्ध्यति किन्तु अत्र स्वी इति पदम् उपसर्गः अस्ति वा इत्युक्ते अत्र किं वदामः द्वाविंशति उपसर्गाः सन्ति किन्तु तेषु स्वी इति नास्ति अत्र किं वदामः तेषु अन्यतमः नास्ति उपसर्ग इव कार्यं करोति अथवा उपसर्गतुल्यः स्वी इति पदम् उपसर्गतुल्यः इति वक्तव्यमस्ति यत् स्वी पदं द्वाविंशति उपसर्गेषु नास्ति किन्तु उपसर्ग इव कार्यं करोति इति कृत्वा उपसर्गः इति मत्वा अत्र ल्यबन्तरूपं आनेतव्यं यथोदाहरणः उपसर्गतुल्य पदानि बहूनि सन्ति वा कानिचन पदानि सन्ति उपसर्गतुल्यपदानि अस्तु अस्मिन्नेव पुस्तके अग्रे गत्वा वयं उपसर्गाः के अपि च उपसर्गतुल्यपदानि कानि इति वयं पठामः कानिचन पदानि सन्ति उत्तमम् अनन्तरम् अत्र गीताञ्जलि वदतु भगिनि भगिनि तुल्य इति पदं तुल्यः अपि च तुल्य अत्र पश्यतु तुल्यः तुल्य इति प्रातिपदिकमस्ति इत्युक्ते तुलनायाः तत्र तुल्य इति रूपम् अहं चिन्तयामि यत् प्रत्ययान्तरूपम् इति भाति उपसर्गतुल्यः इत्युक्ते एषः शब्दः उपसर्गतुल्यः अथवा एतत् पदम् उपसर्गतुल्यम् इति भवत्याः प्रश्नः कः वदतु तदेव मम प्रश्नः भगिनी तुल्य तुल्य वा तुल्यः वा तुल्यपदं प्रातिपदिकमस्ति तुल्यपदं त्रिषु लिङ्गेषु भवति तुल्या तुल्यं तुल्यः पुरुषः तुल्यः अथवा शब्दः तुल्यः तुल्यम् अस्ति तुल्या इति अपि अस्ति किन्तु तत्र धातुः कः कस्मात् धातुतः तुल्यपदम् आगतम् इति द्रष्टव्यम् अनन्तरम् अत्र यथोदाहरणम् इति पदमस्ति, अत्र भवती एव वदतु, अत्र सन्धेः नाम किम्? अत्र यथा अपि च उदाहरणम् आयोगः उ अत्र गुणसन्धि ओ भवति. ओ भवति, उत्तमम्. अत्र गुणसन्धेः विषये सूत्रद्वयमस्ति, किञ्चित् स्मारयति वा? अदेन उत्तमं, वदतु वदतु वदतु. अदेङ्गुणः, अदेङ्गुणः इति संज्ञासूत्रमस्ति, आद्गुणः इति विधिसूत्रं, विधायकसूत्रं. विधिसूत्रेण कार्यं भवति, संज्ञासूत्रं तत्र तस्य नाम किं, गुणसंज्ञकवर्णाः के इति वदति संज्ञासूत्रम्. अनन्तरं यथा इति पदं वयं जानीमः, किन्तु यदापि अस्ति. इत्युक्ते पश्यन्तु कीदृश अर्थभेदः आयाति, यथा इति वदामश्चेत् यथा भिन्नं पदं, यदा भिन्नं पदम्, इत्युक्ते तत्र अर्थभेदः अस्ति. अनन्तरम् अत्र उदाहरणम् इति पदमस्ति, उदाहरणम् इत्यस्मिन् विषये किञ्चित् वदामि. अत्र कोऽपि जानाति चेत् वदन्तु, नो चेत् अहं वदामि. यदा भगिनी कालार्थकशब्दः यथा इति यदि शक्नोति तदेव. इत्युक्ते पदद्वयमपि अव्ययम् अव्ययमस्ति. उत्तमम्. उदाहरणम् इति पदं कथम् आगतम् इत्युक्ते अत्र उत् उपसर्ग वदतु भगिनि, अरुणा भगिनि. अहं न जानामि. कोऽपि जानाति चेत् वदन्तु. उपसर्ग अस्ति, तदनन्तरं किं धातु अस्ति न जानामि. अत्र उत् उपसर्गपूर्वकः, आ उपसर्गपूर्वकः, हृ धातुः, हृ धातोः रूपमेव हरति. हृ धातोः ल्युट्, ल्युट् प्रत्ययान्तरूपम्, अन्तिमं पदमस्ति हरणम्, साधारणं पदं हरणम्, हरणम् इति ल्युडन्तरूपं, हृ धातोः ल्युडन्तरूपं हरणं, किन्तु अत्र उत्योगः, आयोगः, हृयोगः, ल्युट् इत्युक्ते अत्र एते सर्वे अस्मिन् पदे एते सर्वे अवयवाः सन्ति. तदेव योगार्थः. साधारणतया संस्कृतभाषायां योगार्थः भिन्नः, रूढार्थः भिन्नः. रूढार्थः इत्युक्ते लोके तस्य उपयोगं कथं कुर्मः, कस्मिन् अर्थे तस्य उपयोगं कुर्मः इति भिन्नमस्ति. किन्तु योगार्थं ज्ञातव्यम् इत्युक्ते तत्र बहूनि पदानि धातुतः आयान्ति, धातुतः निर्मितानि भवन्ति, वाक्यानि रचयत इति लिखितमस्ति. उत्तमम्. अत्र द्वितीयं कोष्टकमस्ति, वदतु भगिनि. प्रश्न भगिनि, अभ्यास पदस्य अपि च उदाहरणं पदस्य उपसर्ग अपि च धातु मध्ये आगच्छति इति अहं न जानामि भगिनि. आ इति आङ्ग् इति एकः उपसर्गः अस्ति, आङ्ग्. द्वाविंशति उपसर्गाः सन्ति, तेषु एकः, तेषु अन्यतमः आ इति उपसर्गः, आङ्ग्. किन्तु तस्य नाम आङ् इति वदामः, किन्तु तत्र ण्यकारः इति संज्ञकवर्णः भवति. किन्तु यद्यपि द्वाविंशति उपसर्गाः सन्ति, तेषु आङ्ग् केवलम् एकः एव उपसर्गस्य अन्ते इति संज्ञकवर्णः अस्ति, तथा किमर्थम् इति अहं न जानामि. किन्तु आङ्ग् उपसर्गः एव तत्र कवर्गी अन्तिमव्यञ्जनं ण्यकारः अस्ति, ण्यकारः इति संज्ञकः भूत्वा आ एव तिष्ठति तत्र. इत्युक्ते अत्र उपसर्गद्वयं, धातोः पूर्वम् उपसर्गद्वयं, यदा कदाचित् उपसर्गत्रयमपि आगन्तुं शक्नोति. भगिनि आ अर्थः कः? आ इत्युक्ते तत्र पदं पश्यामश्चेत् वक्तुं शक्नुमः, साधारणतया पदं दृष्ट्वा एव वक्तुं शक्नुमः भगिनि. आ इति वदामश्चेत् अहं कानिचन पदानि वदामि. आ योजयित्वा पदात् पूर्वम् आसप्ताहः इति एकं पदमस्ति, आसप्ताहः तत्र आ इति योजनेन किं भवति एण्टायर् वीक् इति अर्थमायाति अथवा दिनं वयं जानीमः आदिनम् इति वदामश्चेत् एण्टायर् डे अथवा आबालगोपालाः इत्युक्ते आल् द गोपास् अण्ड् बालास् अथवा वयं बहु प्रसिद्धं पदं जानीमः आजानुबाहुः आजानुबाहुः रामः इत्युक्ते तस्य जानुद्वयं क्षम्यतां तस्य बाहुद्वयं जानुपर्यन्तम् आयाति इति अर्थः इत्युक्ते अत्र आ इति योजनेन सुबन्तपदात् पूर्वम् आयोजनेन भिन्न अर्थम् आयाति किन्तु अत्र धातोः पूर्वम् उपसर्गयोजनं भवति किं गणे अस्ति भगिनि पुनः पृच्छतु किं कस्मिन् गणे इत्युक्ते कस्मिन् कस्मिन् गणे आ इति क्षम्यतां तत्र उपसर्गः उपसर्गः अस्ति क्षम्यतां क्षम्यतां तत्र द्वाविंशति उपसर्गाः सन्ति तेषु अन्यतमः आङ् आङ् इति वदामः किन्तु ञकारः इति संज्ञकवर्णः आङ् इति दृष्टवती अधुना अवगच्छामि इन् इत्यस्य इत्संज्ञा भवति इति उत्तमम् अनन्तरम् अत्र अत्र सूर्यकुमारी भगिनी भवती अत्र करोतु अत्र बहूनि पदानि सन्ति कति पदानि इत्युक्ते अहं चिन्तयामि षट्त्रिंशत् पदानि 36 वर्ड्स् अत्र सन्ति पञ्चपदानि प्रथमपञ्चपदानि स्वीकृत्य तत्र किं लेखनीयम् अत्र वाक्यानि लेखयतु लघुवाक्यानि एतेषु वाक्येषु केवलं पदद्वयमेव अस्ति अत्र एकम् उदाहरणं दत्तमस्ति एषः उपन्यासः इति लिखितमस्ति अत्र किञ्चित् वदामि उपन्यासः इत्युक्ते किं तत्र पदं कथम् आगतम् इत्युक्ते तत्र उप उपसर्गः नी अपि उपसर्गः अस्ति उत्तमम् इत्युक्ते अत्र उप उपसर्गपूर्वकः नी उपसर्गपूर्वकः अस् धातुः अत्र घञ् इति प्रत्ययः अस्ति साधारणतया घञ् प्रत्ययान्तरूपाणि पुंलिङ्गे एव भवन्ति उपन्यासः इति पुंलिङ्गपदम् अन्ते घञ् प्रत्ययः अस्ति चेत् साधारणतया अस्ति चेत् सर्वाणि पदानि पुंलिङ्गे एव आयान्ति इति विषयः भवती करोतु अधुना द्वितीयं करोतु आभरणानि गीतं गीतं गीतम् एतत् गीतं त्रिषु त्रिषु वचनेषु वदतु गीतं प्रातिपदिकं गीता भगिनि अत्र गीता इति प्रातिपदिकं किन्तु अहं किं पृष्टवती इत्युक्ते त्रिषु वचनेषु वाक्यानि रचयतु इत्युक्ते किम् एतत् गीतम् एतत् गीतं वचनेषु एते गीते एतानि गीतानि गीतानि उत्तमम् अत्र किञ्चित् वदामि गीतशब्दः तत्र गै इति धातुः अस्ति संस्कृतभाषायां गै धातुः ऐकारान्तधातुः अस्ति एजन्तधातुः इति वदामः तस्य लट्लकाररूपं गायति गायति गै धातोः रूपं किन्तु किमर्थं गै गा भवति तत्र सूत्राणि सन्ति गै धातोः रूपं गायति किन्तु गानम् इति लुडन्तरूपम् अत्र गीतम् अस्ति गीताञ्जलि भगिनी वदतु कीदृशं रूपं वदतु गीतं भगिनि गीतम् इति नपुंसकलिङ्गे एकवचन गीतं गीते गीतानि किन्तु अत्र का उक्तवती अत्र पुनः वदतु क्तान्तरूपम् गीता गीता गीतं गीता अपि त्रिषु लिङ्गेषु भवति. त्रिषु लिङ्गेषु भवति. उत्तमं. गीतः गीतः गीतं गीता भगवद्गीता तस्मिन् पदे गीता इति अत्र गै धातोः क्तान्तरूपं पुंलिङ्गे क्षम्यतां स्त्रीलिङ्गे अस्ति गीता अस्ति. किन्तु अत्र गीतम् इति क्तान्तरूपम् अस्ति नपुंसकलिङ्गे अस्ति. अनन्तरं सूर्यकुमारी भगिनी भवती करोतु आभरणानि स्वीकृत्य वदतु त्रिषु वचनेषु. वाक्यं वदतु वाक्यं रचयतु. सा आभरणानि धरति. अत्र कथं लेखनीयं पश्यतु. कोष्टकयोः शब्दान् स्वीकृत्य यथोदाहरणं वाक्यानि रचयत. इत्युक्ते अत्र प्रथमं कोष्टकमस्ति. तस्मिन् कोष्टके कानिचन सर्वनामपदानि सन्ति. अस्मिन् कोष्टके कानिचन नामपदानि सन्ति. इत्युक्ते एकमेकं सर्वनामपदं स्वीकृत्य एते आभरणे एतम् आभरणम् पुनः वदतु चिन्तयित्वा. एतत् एतत् आभरणम् एते आभरणे एते सम्यक् एव. एते आभरणे एतानि आभरणानि आभरणानि. अत्र आभरणम् इति पदमस्ति भरणम्. अत्र अहं चिन्तयामि अत्रापि आ उपसर्गपूर्वकः अत्र भ्रूधातुः अस्ति चेत् भ्रूधातोः रूपं भरति. भरणं ल्युडन्तरूपम् अस्ति. आभरणं रेपः अस्ति इति कारणतः णत्वम् आयाति. अत्र भ्रूधातोः रूपं भरति अस्ति चेत् इत्युक्ते आक्ट् आफ् क्यारियिङ्ग् अण्ड् आक्ट् आफ् बेरिङ्ग्. भरति इत्युक्ते आक्ट् आफ् क्यारियिङ्ग् अथवा बेरिङ्ग् इति अर्थः. ऋकारान्तपदं भ्रू ऋकारान्तधातुः धातुः. अनन्तरम् अग्रिमं करोतु. जनभाषा समस्तपदमेव. वाक्यानि रचयतु त्रिषु वचनेषु. एषा जनभाषा. एते जनभाषे. एताः जनभाषाः जनभाषाः. उत्तमं. पञ्चपदानि स्वीकृत्य उक्तवती. अत्र जनभाषा इति समस्तपदं यथा भवती उक्तवती. अहं चिन्तयामि जनानां भाषा षष्ठी तत्पुरुषः भवति इति मम चिन्तनं. किन्तु द्रष्टव्यं. धन्यवादः भगिनी. अधुना भूमौ भगिनी भवती करोतु पञ्चपदानि स्वीकृत्य वाक्यानि. अस्ति वा? नो चेत् अत्र लक्ष्मीश्रीनिवासन् भगिनी भवती करोति वा अग्रिमानि पदानि स्वीकृत्य? पात्रे वदतु. पात्रे. एते ते पात्रे. एते पात्रे. एते पात्रे. ते पात्रे. त्रिषु वचनेषु वदतु. पात्रे स्त्री पात्रे. इज़ इट नपुंसकलिङ्गं? नो, नपुंसकलिङ्गपदम्. सुखे. कथं ज्ञातवती नपुंसकलिङ्गरूपम्? एतत् पात्रं एतत् पात्रम् एते पात्रे एतानि पात्राणि पात्राणि तत्र पात्राणि णत्वम् आयाति किमर्थम् अणत्वम् अणकारः आयाति पात्राणि पात्राणि तत्र मूर्धन्यणकारः आयाति किमर्थमित्युक्ते रेपः अस्ति इति कारणतः अग्रिमं करोतु पञ्चपदानि पञ्चपदानि कूप्यः वदतु कूप्यः कूपी कूपी स्त्रीलिङ्गम् ईकारान्तम् मही मह्यौ मह्यः लगत कूपी एषा कूपी एते कूप्यौ एताः कूप्यः उत्तमम् अग्रिमं कूपी इत्युक्ते किं कूपी बाटल् बाटल् उत्तमम् ईकारान्त स्त्रीलिङ्गपदं कूपी अत्र बहुवचने दत्तम् अस्ति भगिनि अधुना किञ्चित् प्रतीक्षां करोतु भगिनी करोतु अग्रिमं पदं करोतु मापिके मापिके मापिका मापिका इस् what is that mapika ruler mapika ichukte akaranta strilinga mapika mapika aham kinchit vadami mapika ityasmin padasya visheye atra mapika akaranta padam asti atra sanskritabhashayam ma iti dhatu asti ma dhatoh rupameva mati माति इत्युक्ते मेजरिङ्ग् स्केल् स्केल् मापिका इत्युक्ते स्केल् किन्तु रूलर् रूलर् इति वदामः स्केल् किमपि अत्र मा धातोः लट्ल शृणोतु भगिनि किञ्चित् शृणोतु मा धातोः रूपं माति अत्र णिजन्तरूपम् अस्ति मापयति इति णिजन्तरूपम् अस्ति अत्र मा धातोः णिच् रूपं योजनेन मापयति मापनम् एतानि पदानि ल्युडन्तरूपा मापनं भवति अत्र किं वदामः मायोगः णिच् योगः ल्युट् योगः आकारान्तप्रत्ययः अस्ति तत्र माति मापयति इत्युक्ते मा धातोः णिजन्तरूपे पुगागमः भवति पकारः आयाति तस्मात् एव मापिका इति पदम् आगतं मापिका इत्युक्ते रूलर् यथा भवती उक्तवती अग्रिमं करोतु भगिनि वदतु मा योगः निच् योगः ल्युट् प्रत्यय तत्र मा योगः णिच् योगः तत्र ल्युट् ल्युट् न भवति ल्युट् भवति चेत् मापनम् मापनमिति मापनमिति एकं कार्यम् अस्ति इत्युक्ते णूल् प्रत्ययः भवति वा इति द्रष्टव्यं तत्र कीदृशप्रत्ययः नो चेत् अत्र कः अस्ति चेत् पुंलिङ्गे णूल् प्रत्ययः भवति का णूल् भवति उत्तमं करोतु भगिनि धन्यवादः अग्रिमं करोतु प्रकोष्ठौ अत्र मापिके इति पदं तस्य वचनं किं मापिके द्विवचनं द्विवचनम् उत्तमम् एषा मापिका एते मापिके एताः मापिकाः प्रकोष्ठौ वदतु प्रकोष्ठौ प्रकोष्ठौ ईकारान्तः स्त्रीलिङ्ग द्विवचन प्रकोष्ठौ प्रकोष्ठ तत्र कोऽपि वदतु प्रकोष्ठौ कीदृशं पदं कस्मिन् वचने अस्ति? पुंलिङ्ग द्विवचनरूपं भवती एव वदतु. सूर्यकुमारी, सूर्यकुमारी भगिनी रूपाणि वदतु. प्रकोष्ठः, प्रकोष्ठौ, प्रकोष्ठाः. प्रकोष्ठः, अत्र प्रा इति उपसर्गः अस्ति, कोष्ठः इति रूपमपि अस्ति. अत्र प्रकोष्ठः इत्युक्ते रूम्, रूम् इति अर्थः. तस्मिन् प्रकोष्ठे मम घटी अस्ति, अस्मिन् प्रकोष्ठे मम पुस्तकमस्ति इति वदामः. अत्र प्रकोष्ठे इति वदामश्चेत् सप्तमी एकवचनरूपं, किन्तु अत्र प्रथम द्विवचनं प्रकोष्ठौ यादवौ शब्दवत्. अत्र कण्ठः करोतु भगिनि, लक्ष्मी भगिनि अग्रिमं करोतु, नो चेत् भूमा भगिनी भवती करोतु. कण्ठः पुल्लिङ्ग एकवचनं प्रथमाविभक्ति. सः कण्ठः, तौ कण्ठौ, ते कण्ठाः, गुलिकाः. गुलिका आकारान्त स्त्रीलिङ्गं. गुलिका, सा गुलिका, ते गुलिके, ताः गुलिकाः. अत्र कण्ठः इत्युक्ते कण्ठः नेक्, नालाः, थ्रोट्, थ्रोट् इति वदामः किमपि. अत्र ग्रीवा इत्युक्ते नेक्. अस्तु, गुलिका इत्युक्ते गुलिका टेब्लेट्, टेब्लेट्. उत्तमं, करोतु. अत्र अत्र कीदृशमस्ति? तालाः, ताला आकारान्तस्त्रीलिङ्गः. ताला, सा ताला, एते ताले, एताः तालाः. कोऽपि वदतु अत्र लिङ्गं किं भवति यदि शब्दकोशं पश्यामश्चेत्? तालः, ओ पुल्लिङ्गं, पुल्लिङ्गं, पुल्लिङ्गं, ताला, पुंलिङ्गं. अहं चिन्तयामि तालः इति पुंलिङ्गपदमस्ति इति मम चिन्तनं, किन्तु अत्र तालाः इति पदं दृष्ट्वा स्त्रीलिङ्गे अपि तादृशं रूपमेव, पुंलिङ्गे अपि तादृशं रूपमेव अस्ति, अतः किञ्चित् भ्रमः भवति, किन्तु अभ्यासेन वयम् अवगन्तुं शक्नुमः तालः इति मम चिन्तनं. करोतु. एषा स्नुषा, एते स्नुषे, एताः स्नुषाः. स्त्रीलिङ्गपदम् आकारान्त. रथौ, रथः दोषः, पुंलिङ्गशब्दं नास्ति. वदतु स्त्रीलिङ्गं, स्त्रीलिङ्गम् पुनः वदतु, पृच्छतु, पुनः पृच्छतु प्रश्न. अहं दोषः, दोषः अकारान्त पुंलिङ्गशब्दः, यथा शब्दः तादृश. रथौ, रथः, रथौ, रथाः, अकारान्त पुल्लिङ्गः. एषः रथः, एतौ रथौ, एते रथाः. सेवकाः, अत्र पदं कस्मिन् वचने अस्ति? रथौ द्विवचने अस्ति. उत्तमं, करोतु. सेवकाः, अकारान्तपुल्लिङ्गः, बहुवचने अस्ति. सः सेवकः, तौ सेवकौ, ते सेवकाः. शङ्खाः, शङ्खः अकारान्त पुल्लिङ्गः, बहुवचने अस्ति. एषः शङ्खः, एतौ शङ्खौ, एते शङ्खाः. उत्तमम्, उत्तमं भगिनि. अनन्तरं धन्यवादः. अनन्तरं वेदा भगिनी भवती करोति वा वेदादेशिकन्? ये भेर्यः भेर्यः पुल्लिङ्गशब्दः अकारान्तपुल्लिङ्गशब्दः सो वि केन् से एषः भेर्यः एतौ भेर्यौ एते भेर्याः अत्र सर्वे शृण्वन्तु भवती ओ भेरि ओके ओके सो भेरि ईकारान्तश्रीलिङ्ग वा अत्र भूमा भगिनी भवती करोतु एकवारम् अत्र एतत् पदं अत्र अधुना वेदा भगिनी करोतु अत्र इत्युक्ते अत्र भेरी इति पदम् ईकारान्त स्त्रीलिङ्गपदम् अत्र कीदृशं रूपम् अस्ति भेरी भेर्यौ भेर्यः कस्मिन् वचने अस्ति भेर्यः बहुवचनम् बहुवचनम् अधुना वाक्यानि रचयतु ओके सा भेरी ते भेर्य ते भेर्यौ ताः भेर्यः लोकयानानि लोकयानं नपुंसकलिङ्गम् अकारान्तः नपुंसकलिङ्गः लोकयानं लोकयाने लोकयानानि एतत् लोकयानम् एते लोकयाने एतानि लोकयानानि मामकाः मामकाः बहुवचनं मामकः मामकः मामकौ मामकाः अकारान्तपुल्लिङ्गः अत्र किञ्चित् वदामि अत्र मामकाः इति पदस्य विषये किञ्चित् वदामि अत्र अस्मत् शब्दः अस्ति अहं शब्दः इत्युक्ते अस्मत् शब्दः अहं शब्दस्य षष्टिविभक्त्यन्तरूपं किम् अस्मिन् कोऽपि वदतु अहं शब्दस्य षष्टिविभक्त्यन्त मम इति शब्दात् मामक इति पदम् आगतम् इत्युक्ते मामकः इत्युक्ते मैन् इत्यस्मिन् अर्थे इत्युक्ते मम शब्दस्य रूपमेव मामक तद्धितान्तं रूपम् अस्ति तद्धितप्रत्ययः इति वदामः तथा अस्ति चेत् तत्र आदिमवर्णस्य वृद्धिः भवति मम माम इति भवति अनन्तरं कप्रत्ययं योजयामः तेन मामकः इति पदम् आयाति अत्र अकारान्तपुंलिङ्गपदं भवति अस्मत् शब्दः अहं शब्दः अहं शब्दस्य षष्ट्यन्तं रूपं मम मम इत्यस्मात् मामक इति आयाति करोतु अग्रिमं करोतु ग्रामाः ग्रामः एषः ग्रामः एतौ ग्रामे ग्रामौ एते ग्रामाः उत्तमं पर्णानि पर्णानि नपुंसकलिङ्गशब्दः बहुवचनं पर्णम् एतत् पर्णम् एते पर्णे एतानि पर्णानि अत्र बहुवचनरूपं दत्तमस्ति पर्णानि अत्र शोभा भगिनी भवती वदतु अत्र किमर्थम् अणत्वं नास्ति पर्णानि इति नास्ति भवती शृणोतु भगिनी शृणोतु भवती शृणोतु शोभा भगिनी वदतु तत्र रेफस्य अनन्तरं नकारः अस्ति नकारः बालकवर्णः अस्ति इति कृत्वा तत्र णत्वं न भवति णकारः मूर्धन्यणकारः मूर्धन्यणकारः न भवति तत्र तवर्गीयवर्णः अस्ति इति कृत्वा बाधकवर्णः कवर्गीयपवर्गीयवर्णाः एव बाधकवर्णाः न सन्ति अत्र मूर्धन्यणकारः एव बाधकवर्णः अत्र मूर्धन्यणकारः कस्मिन् वर्गे अस्ति टवर्ग टवर्गस्य तवर्गीयव्यञ्जनं तवर्गीय अन्तिमव्यञ्जन अनुनासिकव्यञ्जन णकारः णकारः इत्युक्ते अत्र रेफस्य कृते निमित्तमस्ति अत्र णत्वस्य कृते निमित्तमस्ति निमित्तं किम् इत्युक्ते रेफः निमित्तं किन्तु अत्र टवर्गीयव्यञ्जनं मूर्धन्यणकारः अस्ति इति कारणतः तत्र अणकारः बाधकवर्णः अस्ति इति कृत्वा अन्तिमवर्णः केवलं दन्त्यनकारः एव आयाति न तु मूर्धन्यणकारः तदर्थमेव अत्र पर्णानि किन्तु पश्यन्तु पात्रं पात्राणि भवति पात्राणि भवति किन्तु अत्र पर्णानि भवति इत्युक्ते अत्र निमित्तमस्ति किन्तु बाधकवर्णः अस्ति इति कारणतः णत्वं न भवति उत्तमम् अनन्तरं करोतु भगिनि भवती करोतु भगिनि भगिनि मामकाः इति माम भवति किमर्थं भगिनी तद्धितप्रत्यया भवति उक्तवती इत्युक्ते तत्र तद्धितप्रत्ययान्तरूपेषु एव आदिमवर्णस्य वृद्धिः भवति मधुरस्य भावः माधुर्यं द्रुपदस्य पुत्रः द्रुपदस्य पुत्री द्रौपदी तत्रापि आदिमवृद्धिः भवति तत्र वयं पठितवन्तः वृद्धिसंज्ञकवर्णाः के इति वयं ज्ञातुमिच्छामश्चेत् वृद्धिसन्धेः विषये वयं पठितवन्तः वृद्धिरेचि इति वैधायकसूत्रमस्ति वृद्धिरादैच् इति संज्ञासूत्रमस्ति आत् ऐच् आत् इत्युक्ते दीर्घ आकारः ऐच् इत्युक्ते ऐच् प्रत्याहारस्थवर्णः इत्युक्ते औ अपि च ऐ ऐ औ इत्युक्ते एते त्रयः वर्णाः वृद्धिसंज्ञकवर्णाः यदा तद्धितप्रत्ययान्तरूपेषु आदिमवर्णस्य वृद्धिः भवति अकारः अस्ति चेत् आ भवति उकारः अस्ति चेत् औ भवति ईकारः अस्ति चेत् ऐ भवति तथा अग्रे गत्वा वयं पठिष्यामः अत्र तद्धितप्रत्ययान्तरूपं करोतु भगिनि भगिनि एकः प्रश्नः तत्र अस्मत् शब्दस्य षष्ठी विभक्तौ मम इत्यस्य माम् इति भवति युष्मद् शब्दस्य तव इत्यस्य अपि ताविध किमपि भवति वा न जानामि अस्तु अस्तु भवति इति भाति किन्तु तत् पदं किम् इति मम काः मैन् अपि युवर्स् इति अहं न तावकः इति पदं न श्रुतवती अहं न श्रुतवती किन्तु पदं भवितव्यम् इट् मस्ट् बि देर् किन्तु तत् पदं किम् इति द्रष्टव्यम् अहं न श्रुतवती अपि एकः प्रश्नः कदा वयं मम अपि मामकाः इति उपयोगं कुर्मः भेदः किम् अस्ति भेदः अस्ति अत्र अत्र मामकः इत्युक्ते साधारणतया तस्य अर्थः अस्ति स्वार्थी लोभी इत्यस्मिन् अर्थे अपि तस्य उपयोगं कुर्मः साधारणतया एतत् पदं कुत्र आयाति इत्युक्ते भवन्तः सर्वे जानन्ति एव भगवद्गीतायाम् आरम्भे प्रथमाध्याये एव प्रथमश्लोकः अस्ति धृतराष्ट्रः वदति किञ्चित् स्मारयतु भगिनि तं श्लोकं स्मारयतु धर्मक्षेत्रे कुरुक्षेत्रे समवेतायुत्सवः मामकाः पाण्डवाश्चैव किम् अकुर्वत सञ्जय इति धृतराष्ट्रः पृच्छति अत्र मामकः इति मैन् इत्यस्मिन् अर्थे अस्ति किन्तु भेदः तु अस्ति एव अनन्तरं मै पीपल् इति अस्ति मै पीपल् मै बिलाङ्गिङ्ग्स् अथवा धन्यवादः भगिनि वदतु तावकाः पद अस्ति अहं न श्रुतवती किन्तु तस्मिन् एव अर्थे अन्यत् पदं भवेत् एव किन्तु अहं न श्रुतवती अतः वक्तुं न शक्नोमि. वदतु. अस्ति भगिनि, तावक इति अधुना पश्यामि संस्कृत डिक्शनरी मध्ये. तावकः इत्युक्ते पुंलिङ्गे दैन्. अग्नेः तत्र पावकः इति अहं जानामि. पावकः इत्युक्ते अग्निः. किन्तु तावकः तावकः अस्ति एव अत्र. तावकः इत्युक्ते दै वा एड्जेक्टिव् दै अथवा दैन् पुंलिङ्गे दैन् इति दत्तमस्ति. ओ इत्युक्ते अत्र युष्मत् शब्दस्य तस्मिन् अर्थे एव इत्युक्ते मामकः इव मामकः इव एव पदम्. अस्तु, धन्यवादः. वदतु. यथा आपणः आपणकः इति नरस्य आपणस्य नरस्य अर्थः, तदा तथैव मामकाः इति मै ओन् पीपल्. अत्र आपणकः तस्मिन् पदे णुवल् प्रत्ययः अस्ति, किन्तु अत्र तद्धितप्रत्ययान्तरूपम् अस्ति. किन्तु तत्र बहवः नियमाः सन्व्रीहिसमासे साधारणतया बहुव्रीहिसमासे अपि कप् प्रत्ययं योजयामः. कप् प्रत्ययम् इत्युक्ते अन्ते का आयाति. तत्र बहवः नियमाः सन्ति. साधारणतया बहुव्रीहिसमासयुक्तपदं पदेषु का इति अन्ते वयं द्रष्टुं शक्नुमः. किन्तु एतत् पदं तु तद्धितान्तरूपमेव अहं जानामि. उत्तमम्. अधुना सा कुर्वती अस्ति अत्र अत्र वेदा भगिनी करोतु. घटी घटी घट्यौ घट्यः घटी घटी ईका नाम स्त्रीलिङ्गः. सो सा घटी, ते घट्यौ, ताः घट्य ताः घट्याः घट्यः ह्रस्वरूपमेव घट्यः. श्लोकाः श्लोकः अकारान्त पुल्लिङ्गः. श्लोकः श्लोकौ श्लोकाः इत्युक्ते लैक् एषः श्लोकः, एतौ श्लोकौ, एते श्लोकाः. अभ्यासाः अभ्यासः अभ्यासः अभ्यासाः अकारान्त पुल्लिङ्गः बहुवचनम्. अभ्यासः अभ्यासौ अभ्यासाः. सः अभ्यासः कौ अभ्यासाः ते सारी सः अभ्यासः कौ अभ्यासौ ते अभ्यासाः. सूच्यः सूच्य सूची ईकारान्त स्त्रीलिङ्गः. सूची सूच्यौ सूच्यः. सा सूची, ते सूच्यौ, ताः सूच्यः. अहम् अत्र अहं शब्दकोशं दृष्टवती अतः वदामि. सूची दीर्घ ईकारान्तपदमस्ति. तथा अस्ति चेत् नीडल् इति अर्थः अस्ति. किन्तु सूचिः इति पदं मतिः शब्दवत् ह्रस्व ईकारान्तपदम् अपि अस्ति. सूची इति दीर्घ ईकारान्तपदं, सूचिः तत्र मतिः शब्दवत्, किन्तु तस्य अर्थः तु लिस्ट्. सूचिः इत्युक्ते लिस्ट् लिस्ट्. किन्तु सूची इत्युक्ते नीडल्. सूची नीडल् अत्र तु सूची सूच्यौ सूच्यः इत्युक्ते दीर्घीकारान्तपदमेव बहुवचने लिखितमस्ति. करोतु, अग्रिमं करोतु. शाटिका शाटिका आकारान्त श्रीलिङ्गः. शाटिका शाटिकौ शाटिके नो शाटिकाः. सा पुनः वदतु पुनः वदतु. शाटिका शाटिके शाटिकाः शाटिका सा शाटिका ते शाटिके ताः शाटिकाः. आसनम् आसनं भगिनि अत्र वाक्यानि वदतु शाटिके योजयित्वा. शाटिके शाटिका शाटिका सारी वाक्यानि वदतु, लघुवाक्यानि. एषा वा अथवा सा वा? सा शाटिका, ते शाटिके, ताः शाटिकाः, एषा शाटिका, एते शाटिके, एताः शाटिकाः. उत्तमं भगिनी, धन्यवादः. अधुना जान् महोदय भवान् करोतु अग्रिमानि पदानि. ओके, जान् महोदय, मन्देन वदामि. ओके, I can't see properly, but I'll try. Aham padam vadami. Aham padam vadami. Atre kim dattam asti? Asanam. Asanam. Asanam is napu single neuter gender. So it will be asanam, asane, asanani. So it will be tat asanam, te asane, tani asanani. Uttama. उत्तमं. किञ्चित् वदामि महोदय, अत्र आसनम् इति पदमस्ति. आसनम् इति पदं ल्युडन्तपदं, किन्तु अत्र आस् आस इति धातुः अस्ति. आस इति धातुः, तत्र रूपाणि, अत्र अदादिगणीयधातुः अस्ति. अदादिगणीयधातुः रूपाणि कथं भवन्ति इत्युक्ते आस्ते, आसाते, आसते इत्युक्ते अत्र अदादिगणीयधातुषु रूपाणि किञ्चित् भिन्नानि भवन्ति. तत्र विकरणप्रत्ययः नास्ति इति कृत्वा आस्ते, आसाते, आसते, आस धातोः ल्युडन्तरूपम् एव आसनम्. अत्र आस धातोः अर्थः कः इत्युक्ते उपवेशने इत्यस्मिन् अर्थे, सिटिङ्ग् इत्यस्मिन् अर्थे आस धातुः अस्ति. लट्लकाररूपं प्रथमपुरुष एकवचनरूपम् आस्ते, तस्मात् पदात् एव अत्र आसनम् इति पदम् आगतम्. आसनम् इत्युक्ते सीट्. आसनम् इस् चेयर् ओर् सीट्. सीट् अत्र उपवेशने इत्यस्मिन् अर्थे आस धातुः. अपि च वयम् इतोपि किञ्चित् वदामि महोदय, अत्र यथा आसनं वयं साधारणतया शृणुमः, शासनं, शासनम् अपि ल्युडन्तरूपमेव. तत्र शास् धातोः रूपमेव शासनं. तत्र लट्लकाररूपं शास्ति, प्रथमपुरुष एकवचनरूपं शास्ति. किन्तु अत्र आस इति धातुः उपवेशने इत्यस्मिन् अर्थे. करोतु महोदय. Mala is feminine, Sri Linga. Mala, Male, Malaha. Okay. And it will be Sa Mala, Te Male, Taha Malaha. Taha Malaha. Uttamam. Agrimam karatu. Agrimam. Okay, that will be tatra padam asti vastre. Oh, it's vastre. Okay. I can't see it. Vastre will be vastram. Vastram, vastre, vastrani. Atra api vastrani. वस्त्राणि इति वक्तव्यं. किमर्थमित्युक्ते तत्र रेफः अस्ति इति कारणतः बहुवचने पात्राणि इव वस्त्राणि. अतः मूर्धन्यणकारः आयाति. वाक्यानि रचयतु. वाक्यानि इस् वस्त्रं, वस्त्रे, वस्त्राणि. इत्युक्ते रूपाणि उक्तवान्, इत्युक्ते प्रथमाविभक्त्याम् एकवचने, द्विवचने, बहुवचने रूपाणि उक्तवान्. किन्तु लघुवाक्यं लिखतु अत्र. एतत् वस्त्रं, ते वस्त्रे, तानि वस्त्राणि. उत्तमम्. अग्रिमम्. अग्रिमं let's see. Pandavau, I can't read it properly. Is it Pandavau? Pandavau. Pandava. So this will be masculine. It will be अत्र अत्र कीदृशं रूपम् अस्ति, कस्मिन् वचने अस्ति, अत्र वचनं किम्? वचनं इस् द्विवचनं, द्विवचनं. एकवचनं वदतु. पाण्डवाः पाण्डवाः पाण्डवौ पाण्डवाः. अत्र एकवचनरूपं पाण्डवः पाण्डवः पाण्डवः पाण्डवौ पाण्डवाः पाण्डवाः. सः पाण्डवा, तौ पाण्डवौ, ते पाण्डवाः. उत्तमम्. अत्र पाण्डवः इति पदस्य विषये किञ्चित् वदामि. अत्र पाण्डवः इत्युक्ते पाण्डोः अपत्यं पुमान् इति पाण्डवः. एतत् पदमपि तद्धितप्रत्ययान्तरूपम् अस्ति. पाण्डोः इत्युक्ते पाण्डुः इति राज्ञः नाम अस्ति. पाण्डुः उकारान्तपदम्. पाण्डोः अपत्यं पुमान् अथवा पाण्डोः पुत्रः पाण्डवः अथवा पाण्डोः पुत्राः पाण्डवाः. एतत् पदमपि तद्धितप्रत्ययान्तरूपम्. अनन्तरं करोतु. द्रौपदेयाः द्रौपदेयाः. सो देयर् विल् बी स्त्रीलिङ्ग द्रौपदी द्रौपद्यौ द्रौपद्याय. तथा नास्ति. अत्र भूमा भगिनी वदतु, अत्र कीदृशं पदम्? द्रौपदेयाः बहुवचने अस्ति. द्रौपद्याः अपान् अपत्यं पुमान् द्रौपदेयाः. द्रौपद्याः अत्र कीदृशं पदमस्ति, अत्र कीदृशं रूपम् अस्ति, वचनं किम्? वचनं बहुवचनं. बहुवचनम्. एकवचनं किं? द्रौपदेयः. लिङ्गं किं? पुंलिङ्गं. इत्युक्ते अत्र द्रौपदेयः, द्रौपदेयौ, द्रौपदेयाः. इत्युक्ते अत्रापि पदं, पदस्य पदनिर्माणविषये किञ्चित् वदामि. द्रौपदेयाः इति पदम् अत्र, द्रौपदेयः इत्युक्ते द्रुपदः इति एकः राज्ञः नाम, द्रुपदः. द्रुपदस्य अपत्यं स्त्री अथवा द्रुपदस्य पुत्री. किं भवति द्रुपदः? तत्र उकारः अस्ति. उकारः आदिवृद्धिः भूत्वा द्रौपदी इति भवति. द्रौपदेयाः इत्युक्ते किं वदामः? द्रौपद्याः. उत्तम. द्रौपद्याः पुत्राः एव. तेषां नाम अस्ति उपपाण्डवाः. महाभारते उपपाण्डवाः एव द्रौपदेयाः, द्रौपद्याः पुत्राः इति. द्रौपदेयः इति पदमपि तद्धितान्तं रूपम् अस्ति. अनन्तरं धन्यवादः महोदय. अनन्तरम् अत्र अन्ये के सन्ति, ते भागं न स्वीकुर्वन्ति अत्र? भानुचैतन्य महोदय, भवान् करोतु अग्रिमानि पदानि. नायकः नायकः रूपाणि वदतु. एषः नायकः. नायकः इति अकारान्त पुल्लिङ्गशब्दः महोदय. एषः नायकः एकवचनं, द्विवचनम् एतौ नायकौ, बहुवचनम् एते नायके. पुनः वदतु. एषः नायकः बहुवचनरूपं वदतु. एते नायकाः. क्षम्यताम्, एते नायकाः. अत्र नायकः इति पदस्य विषये अहं पूर्वम् उक्तवती, भवन्तः जानन्ति चेत् वदन्तु, नो चेत् अहं वदामि पदं कथम् आगतम्. वदतु भगिनि. वदतु महोदय, भवान् वदतु. तदहं चिन्तयामि, सम्पूर्णतया तु न जानामि, किन्तु नीनय यः नयति सः नायकः. निच् रूपं नाय अणिच् नास्ति भगिनि, अत्र अक्रूपम् अस्ति भगिनि. उपसर्गः पूर्वकः अक् इति. कुत्र आयाति? अक णवुल् प्रत्यये आयाति. उत्तमम्, णवुल् प्रत्ययः इत्युक्ते अत्र किं भवति, नी धातोः रूपमेव नयति. तत्र नी धातुतः यान्तवान्तादेशसन्धिः भूत्वा नाय इति रूपम् आयाति. तत्र युवोरनाकौ इति एकं सूत्रमस्ति, तेन सूत्रेण अत्र अक आदेशः भवति. णुवल् प्रत्ययस्य विषये एव एतत् सर्वं भवति. नायकः इति णुवल् प्रत्ययान्तरूपम् अस्ति. अत्र सूत्रं युवोरनाकौ, ल्युट् प्रत्ययस्य विषये अपि एतत् सूत्रं कार्यं करोति. युवोरनाकौ इति सूत्रेण ल्युट् प्रत्ययान्तविषये अन आयाति, किन्तु णुवल् प्रत्ययस्य विषये अक आयाति. नी धातोः रूपमेव नायक. नी धातोः लट्लकाररूपं किं? नयति. तत्र नयति रूपम् अपि अत्र नी धातुतः किं भवति, तत्र नी धातोः, नी धातुः अजन्तधातुः इत्युक्ते ईकारान्तधातुः अस्ति. अस्ति चेत् अत्र किं किं वदामः, आदिवृद्धिः भवति, नै भवति, नै भवति, नी नै भवति. तदनन्तरम् अत्र यान्तवान्तादेशसन्धिः भूत्वा नाय रूपमायाति. तत्र णुवल् प्रत्ययः. उत्तमम्. अनन्तरं करोतु महोदय. हयाः, हयाः, हयः इति अकारान्तपुल्लिङ्गपदं. सः हयः, तौ हयौ, ते हयाः. हयः इत्युक्ते कः? अश्वः. इतोपि पदानि जानाति वा, संस्कृतपदानि? अश्वः, अश्वः, हयः, अश्वः, तुरगः. तुरगः, अम्मु, तुरगः. उत्तमम्. अग्रिमं करोतु. पितामहः अकारान्तपुल्लिङ्गपदम्. एषः पितामहः, एतौ पितामहौ, एते पितामहाः. अत्र पिता इति पदस्य विषये किञ्चित् वदामि. अत्र पिता शब्दस्य प्रातिपदिकं किं महोदय? पितृ. पितृ ऋकारान्त. पितृ, पितृ इति पदं कथम् आगतम् इति पश्यामश्चेत्, संस्कृतभाषायाम् एकः धातुः अस्ति, पा धातुः. पा इति आकारान्तधातुः. पा धातोः अर्थः कः, कोऽपि जानाति वा? पाति. पाति. उत्तमं. पाति इत्युक्ते रक्षणं करोति इति अर्थः. पा धातुतः पाति इति रूपं. पा धातोः रूपमेव पिबति, किन्तु पा धातुः अन्यत् रूपमस्ति पाति, रक्षणार्थे. अत्र पा धातुतः तृच्, तृच् इति एकः प्रत्ययः अस्ति. तृच् प्रत्ययस्य योजनेन तत्र पिता इति रूपम् आयाति, किन्तु प्रातिपदिकं पितृ. तत्र पा धातोः रूपमेव पिता. अत्र पितामहः, पितामही एतादृशानि पदानि कथम् आगतानि इत्युक्ते, तत्र अहं दृष्टवती, अतः वदामि. डामहच् प्रत्ययः इति अस्ति, तेन पितामहः, मातामहः, पितामही एतानि पदानि आयान्ति. पितामही इति वदामश्चेत् अन्ते ईकारः कथम् आयाति इत्युक्ते, तत्र णीश्. वदतु भगिनि. नीश्, नीश् प्रत्ययः. नीश् कवर्गी अन्तिमव्यञ्जनं. नि कथम् उच्चारणीयं? कखगघ इञ इति वदामः णीष् प्रत्ययः, तादृश णीष् प्रत्ययः अन्ते अस्ति चेत् सर्वदा नास्ति, केषुचित् पदेषु णीष् प्रत्ययः अस्ति, केषुचित् पदेषु अन्ते णीप् प्रत्ययः अस्ति. भिन्नभिन्नस्त्रीप्रत्ययाः सन्ति, भिन्नभिन्नप्रत्ययानां योजनेन भिन्नभिन्नपदानि अत्र स्त्रीलिङ्गे आयान्ति. अग्रिमं करोतु महोदय. भगिनि वदतु, आ योगः प्रत्ययकः पुरुषपत्ये पितृ पा धातुतः तृच् तृच् तृच् प्रत्ययस्य रूपाणि एव. नेता नेता इति पदं तृच् प्रत्ययस्य रूपं, नी धातोः तृच् प्रत्ययान्तरूपमेव नेता नेतृ. प्रातिपदिकं नेतृ, किन्तु तृच् प्रत्ययान्तरूपाणि सर्वदा ऋकारान्तपदानि भवन्ति. धन्यवादः. नेता वच् धातुतः वदतु भगिनि. पितामहः समस्तपदमस्ति वा? समस्तपदं वदामः वा नो चेत् अत्र अहं दृष्टवती डामहच् इति एकः प्रत्ययः अस्ति, तस्मिन् प्रत्यये डकारः इति संज्ञकवर्णः, चकारः इति संज्ञकवर्णः भवति, तेन पितामहः इति रूपम् आयाति इति मम चिन्तनं. स्यन्दने करोतु भानुचैतन्यमहोदय. स्यन्दने स्यन्दनम् इति नपुंसकलिङ्गपदं तत्. एतत् स्यन्दनम्, एते स्यन्दने, एतानि स्यन्दनानि. स्यन्दनम् इत्युक्ते किम्? इत्युक्ते रथम्. रथः इत्युक्ते पुंलिङ्गपदं रथः. अग्रिम अन्तिमं करोतु. संस्कृतगृहं, गृहम् इति नपुंसकलिङ्गपदं, तत् संस्कृतगृहं, ते संस्कृतगृहे, तानि संस्कृतगृहाणि. इदानीन्तनकाले कति गृहाणि संस्कृतगृहाणि भवान् दृष्टवान्? भारतदेशे वा अमेरिकादेशे वा कति गृहाणि संस्कृतगृहाणि सन्ति? संस्कृतगृहम् इत्युक्ते किं वदतु महोदय. संस्कृतगृहम् इति समस्तपदमस्ति. आं महोदय. अरुणा भगिनी विग्रहवाक्यं वक्तुं प्रयत्नं करोतु. संस्कृतं संस्कृतं संस्कृते संस्कृतस्य गृहं संस्कृतगृहं. सम्यक् कृतं सम्यक् कृतं संस्कृतम् अर्थः सम् उपसर्गपूर्वकः तत्र क्रू धातुः अस्ति, तादृशरीत्या पदम् आयाति. किन्तु संस्कृतगृहम् इति समस्तपदमस्ति. इत्युक्ते अर्धं वक्तुमिच्छामश्चेत् यस्मिन् गृहे जनाः संस्कृतेन वदन्ति अथवा संस्कृतभाषया वदन्ति तद्गृहमेव संस्कृतगृहम्. षष्ठी तत्पुरुष भगिनि. संस्कृतस्य गृहं भवति वा? संस्कृतस्य गृहं भगिनि. सम्यक् सम्यक् कार्याणि चेत् संस्कृतगृहं. सम्यक् कार्याणि कुर्मः चेत् संस्कृतं, तत्र संस्कृत कृत इति क्तान्तरूपमस्ति, क्रू धातोः रूपमेव कृत क्तान्तरूपं, सम् उपसर्गपूर्वकः. किन्तु मध्ये सकारः कथम् आयाति, पदं कथं निष्पन्नं भवति, तत्र सूत्राणि सन्ति. अस्तु, संस्कृतस्य गृहं. साधारणतया विग्रहवाक्यम् अस्माकं विवक्ष तत्र सूत्राणि सन्ति, किन्तु अर्धं दृष्ट्वा वक्तव्यं. कस्मिन् अर्धे वयं वक्तुमिच्छामः संस्कृतस्य गृहं? चिन्ता मास्तु. उत्तमं, वयं सम्यक्रीत्या कृतवन्तः. अनन्तरम् अत्र धन्यवादः महोदय. यथोदाहरणं वाक्यानि अग्रिमे पुटे वाक्यानि रचयत इति लिखितमस्ति. अधुना शोभा भगिनी भवती करोतु. आं भगिनि. यतोदाहरणं वाक्यानि रचयत. तत्र कः कौ के का के काः किं के कानि इति दत्तानि. पुंलिङ्गे कः कौ के, स्त्रीलिङ्गे का के काः, नपुंसकलिङ्गे किं के कानि. तत्र कोष्टके कानिचन पदानि दत्तानि. शूराः पुष्पं, योधाः, शास्त्राणि, लते, रथौ, सेने, जाह्नवी, चक्रे, अश्वत्थः, वंशी, गजेन्द्रः, मकरौ, विद्याः, अयनानि इति. तत्र प्रथमम् उदाहरणं दत्तमस्ति के शूराः. कः कौके इत्यस्य बहुवचने के, शूराः बहुवचने अस्ति इति कृत्वा के शूराः इति भवति. अग्रिमपदं पुष्पं. पुष्पं नपुंसकलिङ्गे एकवचने अस्ति. एतत् पुष्पं, क्षम्यतां, तत्र नपुंसकलिङ्गे किं पुष्पं, के पुष्पे, कानि पुष्पाणि इति भवति. अत्र किमर्थं णत्वम् अस्ति? पुष्पाणि, तत्र शकारः अपि रेफः, निमित्तानि, निमित्तौ स्तः. तत्र शकारः मूर्धन्यशकारः अस्ति. अनन्तरं पा इति अस्ति इति कृत्वा पवर्गीयव्यञ्जनानि बाधकवर्णाः न सन्ति. तत्र किमपि बाधा नास्ति इति कृत्वा पुष्पाणि इति भवति. उत्तमं. नकारस्य णत्वं भवति. उत्तमम्. अग्रिमं योधाः. तत्र योधाः इति बहुवचने पुंलिङ्गे. तद् योधः, योधौ, योधाः इति मन्ये. तत्र योद्धा अपि अस्ति, तत्तु भिन्नः. अत्र योधा पदं, योधाः इति लिखितमस्ति. यथा भवती उक्तवती योद्धा अस्ति चेत् तत्र किं भवति, तत्र दकारे, तत्र दकारः अपि च धकारः लेखनीयम्. अत्र तु योधः, योधाः, किन्तु योद्धा. योद्धा कीदृशं पदं श्रूयते वा भगिनि? श्रूयते. क्षम्यतां, कनेक्षन् भग्नः जातः. किम् उक्तवती भगिनि? योधः इति पदम् अकारान्तपुंलिङ्गपदं, योधा भवति. भवती उक्तवती योद्धा उक्तवती. योद्धा इति लिखामश्चेत् तत्र धकारस्य अनन्तरं धकारः अपि लेखनीयः. योद्धा कीदृशं पदम्? योद्धा ऋकारान्त योद्धृ प्रातिपदिकस्य योद्धापदं. योद्धा योद्धारौ, योद्धारः इति. किन्तु तत्र तु, अत्र तु योधा इति, योधा योधा अस्ति चेत् योधाः, योधे योधाः. एकवारम् अत्र भेदः कः? योधः अत्र अकारान्तपदम्, योद्धा ऋकारान्तपदम्. इत्युक्ते तृच्, योद्धा इति तृच् प्रत्ययान्तरूपं, यथा पिता शब्दवत् ऋकारान्तपदम्. करोतु, करोतु. योधाः बहुवचने पुंलिङ्गे, तदर्थं के योधाः. अपि च शास्त्राणि, शास्त्रम् इति नपुंसकलिङ्गे, शास्त्राणि बहुवचने. कानि शास्त्राणि भगिनि? अत्र पश्यतु, शस्त्राणि पदमस्ति, शास्त्राणि अपि अस्ति. भेदः कः वदतु? शस्त्रम् इत्युक्ते आयुधम् इति. शास्त्राणि इत्युक्ते ग्रन्थाः इति अर्थमस्ति. उत्तमं. तत्र, अत्र किं पदम्? तत्र शस्त्राणि किं पदम्? अत्र, अत्र तु, अत्र तु शस्त्राणि अस्ति. शस्त्राणि बहुवचने नपुंसकपदम् इति कृत्वा कानि शस्त्राणि इति भवति. अनन्तरं लते. लतापदस्य द्विवचने लते, तत्र लता लते लताः, स्त्रीलिङ्गे का के काः, के द्विवचने अस्ति इति कृत्वा के लते इति प्रश्नवाचकवाक्यं भवति. अग्रे करोमि वा? चिन्ता मास्तु. अत्र धन्यवादः भगिनि. गीताञ्जलि भगिनी भवती करोति वा अत्र रथौ? आं भगिनि. रथौ इति अकारान्त पुंलिङ्गपदम् अस्ति. कौ रथौ इति वाक्य भवति. सेने इति नपुंसकलिङ्ग द्विवचने, सारी स्त्रीलिङ्गपदं द्विवचने. सेना, सेने, सेनाः. के सेने इति जाह्नवी इति ईकारान्त स्त्रीलिङ्गपदम् अस्ति. का जाह्नवी? अत्र जाह्नवी इत्यस्मिन् विषये किञ्चित् वदामि. कोऽपि जानाति वा जाह्नवी इत्युक्ते का? गङ्गा. गङ्गानदी, जाह्नवी. कथं पदं कथम् आयाति इत्युक्ते, एकः महर्षिः अस्ति, तस्य नाम जह्नुः, उकारान्तपदं. जह्नोः अपत्यं स्त्री, एतत् पदमपि तद्धितप्रत्ययान्तरूपं. जह्नुः महर्षिः अस्ति, तस्य पुत्री एव जाह्नवी. जाह्नवी इत्युक्ते गङ्गा. जह्नोः अपत्यं स्त्री, अपत्यार्थे. अपत्यार्थे इत्युक्ते सम्बन्धिनः इत्यस्मिन् अर्थे तत्र अण् इति प्रत्ययः अपत्यार्थे आयाति, अण् प्रत्ययः. तदनन्तरम् अन्ते ईकारः अस्ति इति कृत्वा णीप् प्रत्ययः, णीप् प्रत्ययः अस्ति. तदर्थमेव अत्र रूपं जाह्नवी. जह्नुः ऋषेः नामः किं भगिनि? जह्नुः वा? जह्नुः, जह्नुः, जह्नुः. अनन्तरं करोतु भगिनि, गीताञ्जलि भगिनि करोतु. चक्रे चक्राः, चक्रं, चक्रे, चक्राः इति नपुंसकलिङ्ग द्विवचने. के चक्रे? अत्र रूपाणि पुनः एकवारं वदतु, त्रीणि रूपाणि. चक्रं, चक्रे, चक्राणि. चक्राणि, तत्रापि णत्वमस्ति. अनन्तरम् अश्वत्थः. अश्वत्थः इति अकारान्त पुंलिङ्ग पदम्. कः अश्वत्थः? वंशी इति स्त्रीलिङ्ग ईकारान्त नदीवत् अस्ति. का वंशी? गजेन्द्रः. अत्र वंशी इति पदमस्ति. वंशी इत्युक्ते भवती किम् अवगतवती? वंशी इत्युक्ते वंशस्य किमपि कोऽपि शब्दकोशं. मुरली, मुरली अपि अस्ति इत्युक्ते बांसुरी. भगिनि, भगिनि मुरली अपि, अपि च वंश, वंश इत्युक्ते तत्र वंशः, वंशः इति पदमपि अस्ति. किन्तु अत्र बांसुरी अथवा मुरली इत्यस्मिन् अर्थे, फ्लूट् इत्यस्मिन् अर्थे अस्ति. अपि च यः वेणुगानं करोति सः वंशी. भगिनी एकदा वंशीसुधा भगिनी उक्तवती, वंशी इत्युक्ते बालकृष्णस्य मुरली, अपि च मुरली अपि वेणु इत्युक्ते अडल्ट् कृष्णस्य मुरली इति. ओ अस्तु, अस्तु. तस्य तस्य नाम एव अस्ति किल. अस्तु, अस्तु. अहं अहमपि शब्दकोशम् एव दृष्टवती, अतः वदामि मुरली इत्यस्मिन् अर्थे. अपि च यः वेणुगानं करोति सः अपि वंशी अत्र यः वेणुगानं करोति सः वंशी इति वदामश्चेत् तत्र किं भवति, इनि प्रत्ययः अस्ति साधारणतया गुणी, गुणी शब्दवत् यस्य यस्मिन् गुणाः सन्ति सः गुणी, तथा एव अत्रापि इणि प्रत्ययम् इणि प्रत्ययस्य योजनेन वंशी इति रूपम् आयाति. इत्युक्ते वंशी एकः पुरुषः गुणी इव वंशी. गजेन्द्रः इत्युक्ते कोऽपि वदतु, गजेन्द्रः इत्युक्ते गजानाम् इन्द्रः इत्युक्ते गजेषु, गजेषु श्रेष्ठः, गजेषु श्रेष्ठः एव गजेन्द्रः, गजानां श्रेष्ठः अथवा गजानाम् इन्द्रः गजेन्द्रः समस्तपदं. वंशी इति इनि प्रत्ययान्तरूपं. मकरौ करोतु भगिनि. मकरौ मकरः, मकरौ मकराः, मकरौ अकारान्त पुंलिङ्गपदं. कौ मकरौ, मकरौ इत्युक्ते क्रोकोडैल् भगिनि. क्रोकोडैल् उत्तमं. विद्याः इति आकारान्त स्त्रीलिङ्गपदं बहुवचनरूपं भगिनि. काः विद्याः अत्र विद्या इति पदं विद् धातोः रूपमेव विद्या. अत्र विद् धातुः वेत्ति, जानाति इत्यस्मिन् अर्थे विद् धातुः. किन्तु अहं पूर्वमेव उक्तवती विद् धातुः बहुषु गणेषु अस्ति, किन्तु अत्र विद्या इत्यस्मिन् पदे अत्र विद् धातुः वेत्ति, जानाति इत्यस्मिन् अर्थे एव अस्ति. अत्र विद्या डा प्रत्ययः, आकारान्तप्रत्ययः अस्ति, स्त्रीप्रत्ययः. अतः एकवचनरूपम् आकारान्तस्त्रीलिङ्गपदं भवति, विद्या भवति. अयनानि, अयनानि नपुंसकलिङ्ग बहुवचने अस्ति. कानि अयनानि? एकवचनं रूपं किम्? किम् अयनम्? किम् अयनम्? अयनम् इत्युक्ते किम् अवगतवती? अयनम् इत्युक्ते अहं दृष्टवती मार्गः, मार्गः उत्तरायणं, दक्षिणायनम्. अत्र भवती एव वदतु, उत्तरायणम् अस्ति णत्वं रेफात् कारणात्. किन्तु दक्षिणायनं तत्र णत्वं नास्ति. तत्र शकारः तालव्यशकारः अस्ति, क्षा इत्यस्य. दक्षिणाय दक्षिण अयन एव इत्युक्ते तत्र दक्षिणायनम् इत्यस्मिन् पदे यद्यपि निमित्तम् अस्ति. निमित्तं किं? मूर्धन्यषकारः. किन्तु बाधकवर्णः टवर्गीयव्यञ्जनम् अण, मूर्धन्यणकारः बाधकवर्णः अस्ति इति कारणतः दक्षिणायनम् इति भवति. उत्तमं. केवलं पञ्चनिमेषु पर्यन्तम् अहं किञ्चित् वदामि. अत्र मकरसङ्क्रमण उत्सवस्य शुभाशयाः इति एकं करपत्रं प्रेषितवती, केवलं किञ्चित् शृण्वन्तु. अत्र अत्र एकः श्लोकः अस्ति, कोऽपि पठति वा श्लोकं पठति वा? अहं पठामि भगिनि. पठतु. निग्धं मनोस्तु वाण्यां गुडवन् माधुर्यं, इलगुडलड्डुकवत् सम्बन्धेस्तु सुवृत्तत्वम्. सुवृत्तत्वं तिलवत् स्निग्धं मनोस्तु. अत्र तिलवत् इति प्रथमपदमस्ति. तिलः इत्युक्ते सेसमि सीड्स्. उत्तमं. तिलः पुंलिङ्गपदं. तिलवत् अत्र वत् इति एकः प्रत्ययः अस्ति, गुणवत् तिलवत् तादृशवत् प्रत्ययः अस्ति. जस्ट् लैक् सेसमि सीड्स्. वत् यदा वत् योजयामश्चेत् लैक्, जस्ट् लैक् सेसमि सीड्स्. स्निग्धम् अत्र स्निग्धम् इति नपुंसकलिङ्गपदम् अस्ति. स्निग्धं नपुंसकलिङ्गपदं किमर्थमस्ति कोऽपि वदतु? मनः. उत्तमं भगिनि. मनः शब्दः नपुंसकलिङ्गपदमस्ति. मनः शब्दस्य विशेषणम् एव मनः स्निग्धम्. तिल अत्र विग्रहवाक्यम् अन्वयवाक्यं रचयामश्चेत् कथं लिखामः? मनः स्निग्धं तिलवत् अस्तु. तिलवत् मनः स्निग्धम् अस्तु इति अर्थः. अत्र स्निग्ध इति पदमस्ति. कीदृशं पदम्? अत्र स्निह् इति धातुः अस्ति. स्निह् धातुतः एव वयं साधारणतया स्नेहः इति पदं पश्यामः. स्निह् धातोः लट्लकाररूपम् एव स्निह्यति. किन्तु अत्र कृतान्तरूपम् अस्ति. स्निह् धातोः कृतान्तरूपं स्निग्ध. किन्तु कृतान्तरूपं त्रिषु लिङ्गेषु भवति. स्निग्ध रूपमपि अस्ति, स्नीढ इति रूपद्वयम् अस्ति तत्र. इत्युक्ते स्निह् धातोः रूपद्वयं कृतान्तरूपे आयाति. एकं रूपं स्निग्ध प्रातिपदिकम्, अन्यत् रूपं स्नीढ इति रूपम् अस्ति. किन्तु अत्र स्निग्ध इत्युक्ते किम्? स्निग्धः स्निग्ध इत्युक्ते स्टिकि ग्रीजि इति अर्थः. स्नेहः इत्युक्ते तदेव ग्रीजि. यु आर् अटाचिङ्ग् ए बाण्ड् विच् इस् वेरि ग्रीजि. स्निह् धातोः रूपमेव अत्र दिवादिगणीयधातुः स्निह्यति इति लट्लकाररूपम् अस्ति. स्निह् धातुतः स्निग्धरूपम् आयाति. मनोस्तु इति रूपम् अस्ति. अत्र अरुणा भगिनी किञ्चित् वदतु. मनोस्तु अत्र सन्धित्रयम् अस्ति. मनोस्तु मनोस्तु इति पदे मनः विसर्ग अकार विसर्गपूर्व अश्वकारः अस्ति. उत्तरपदम् अस्तु अकारः. ततः रेफस्थाने रुकारस्थाने उ आगच्छति. मन योगः उ मनो भवति. तदा अस्तु इत्युक्ते अहं शीघ्रं वदामि. अतः किमर्थमित्युक्ते कालातीतः अभवत् अतः वदामि. भवती जानाति एव अत्र मनोस्तु अत्र पदविच्छेदं कुर्मः चेत् मनः अस्तु इति पदद्वयमस्ति. मनः अस्तु तत्र किं भवति? प्रथमतया विसर्गसन्धिः भवति. तेन उकारः आयाति. तदनन्तरं गुणसन्धिः भवति. गुणसन्धिः भवति चेत् तत्र उकार अकारयोः मेलनेन ओकारः आयाति. तदनन्तरं तत्र पूर्वरूपसन्धिः भवति. तेन पूर्वरूपादेशः भवति. अपि च अत्र अवग्रहचिह्नं स्थापयामः. अवग्रहचिह्नम् इत्युक्ते यस्. अत्र यस् इति रूपमस्ति. तदेव तस्य नाम अस्ति अवग्रहः. रूपं स्थापयामः. अतः मनः योगः अस्तु मनोस्तु इति रूपमायाति. अत्र सन्धित्रयमस्ति. अपि च अत्र एकं वदामि. तिलः इत्युक्ते सेसमि सीड्स्. तिलः इति पदात् एव तैलम् इति पदमायाति. तिलस्य किं वदामः? तिलस्य तत् सदृशस्य वा विकारः. तिलस्य वा अथवा तत् सदृशस्य वा विकारः एव तैलम्. तत्र तैलम् इत्यस्मिन् तत्र अण् इति एकः प्रत्ययः अस्ति. तदपि तद्धितान्तरूपं तैल इति रूपम्. अनन्तरम् अत्र मनः इति सकारान्तपदं वयं जानीमः एव. नपुंसकलिङ्गपदमस्ति इति कृत्वा मनः स्निग्धम् इति. मनः मनसि मनांसि. वाण्याम् इति पदमस्ति. वाण्यां गुणवन्माधुर्यम् इति वाक्यमस्ति. वाण्यां कोऽपि वदतु रूपं किम्? वाणीकारान्त स्त्रीलिङ्गं. वाण्यां नद्यां सप्तमी रूपं. सप्तमी एकवचनरूपम्. ईकारान्त स्त्रीलिङ्गपदमस्ति वाणी. नदी शब्दवत्. वाण्यां सप्तमी एकवचनं. गुणवन् माधुर्यम् अत्र अत्रापि सन्धिः भवति. वदतु. गुडवत्माधुर्यं गुडवन् माधुर्यम् अनुनासिकसन्धिः. अनुनासिकसन्धिः उत्तमम्. गुडवन् माधुर्यं, गुडवत् योगः माधुर्यं, गुडवन् माधुर्यं. प्रथमतया जस्त्वसन्धिः भवति, दकारः आयाति, तदनन्तरं दकारस्य स्थाने तवर्गी अन्तिमव्यञ्जनम् अनुनासिकवर्णादेशः भवति, नकारः आयाति. तत्र सूत्रमस्ति यरोनु नासिकेनु नासिको वा, वा अस्ति इति कृत्वा तत्र किं भवति, रूपद्वयं सिद्ध्यति. वा यत्र कुत्रापि सूत्रे वा इति पदमस्ति चेत् विकल्पेन रूपद्वयं सम्भवति. तत्र सूत्रमस्ति यरोनु नासिकेनु नासिको वा, इत्युक्ते यरः स्थाने अनुनासिके परे अनुनासिकादेशः भवतु इति अर्थः. गुडवत् माधुर्यं, माधुर्यम् इति पदमपि तद्धितान्तं रूपं, मधुरस्य भावः माधुर्यं तद्धितान्तरूपम्. अनन्तरम् अग्रिमं पदं तिलगुडलड्डुकवत्. अत्र द्वन्द्वसमासः अस्ति, तिलगुड समस्तपदं, तिलगुडलड्डुकः, लड्डुकः इति पदमस्ति. तिलगुडाभ्यां द्वयोः, तिलगुड गुडाभ्यां निर्मितं लड्डुकं, लड्डुकवत् इत्युक्ते तादृशरूपेण. अत्र आङ्ग्लभाषायां लिखितमस्ति अर्थः, तिलगुडलड्डुकवत् किं भवेत्, सम्बन्धः अस्तु. अत्र अहं चिन्तयामि सम्बन्धोस्तु, अत्र सम्बन्धेस्तु इति लिखितमस्ति, किन्तु मम चिन्तनमस्ति सम्बन्धोस्तु, यथा मनोस्तु. मनोस्तु अत्र मुद्रणदोषः इति भाति. सम्बन्धः इति पदमपि अत्र कथमायाति, सम् उपसर्गपूर्वकः, बन्धधातुः, किन्तु बन्धधातोः लट्लकाररूपं किम्? बध्नाति. उत्तमं, बध्नाति, बध्नाति, बध्नीतः, बध्नन्ति इति रूपाणि भवन्ति. उत्तमं, सम् उपसर्गपूर्वकः, बन्धधातुः, बन्धधातुः क्रयादिगणीयधातुः अस्ति, सम्बन्धः अस्तु. अत्रापि यथा मनोस्तु इव अत्रापि सन्धित्रयमस्ति. अस्तु वयं जानीमः एव कीदृशं रूपम्, अकर्मकधातु, अकर्मकधातुः, अस् धातुः लोट्लकाररूपम्, लोट्लकार प्रथमपुरुषे एकवचनरूपम् अस्तु. कथं वदामः, अस्तु, स्तां, सन्तु. किन्तु मध्यमपुरुषे एधि इति रूपमपि अस्ति, एधि, एधि, स्तात्, स्तं, स्त, असानि, असाव, असाम. अन्तिमं पदमस्ति सुवृत्तत्वम्. अत्र सु इति उपसर्गः अस्ति, वृत् वृत् धातुः, वृत् धातुः लट्लकाररूपं किम्? वर्तते. उत्तमं, भुवादिगणीयधातुः वर्तते, वृत् धातोः रूपमेव. अनन्तरं तस्य अनन्तरं क्तान्तरूपम् अस्ति, सुवृत् योगः क्त अस्ति, सुवृत्ता भवति. तदनन्तरं त्वं, तदपि एकः प्रत्ययः आहत्य सुवृत्तत्वम् इति वदामश्चेत् सुयोगः वृत्तियोगः क्तायोगः त्वं, मधुरत्वं, मधुरत्वं, मधुरता, माधुर्यम्, एतेषां पदानाम् अर्थः तु समानः, किन्तु तेषाम् अन्ते भिन्नप्रत्ययाः सन्ति. मधुरता, माधुर्यम् अथवा मधुरत्वम्, एतेषाम् अर्थः तु समानः. अत्र सुवृत्तत्वम् इत्युक्ते गुड्नेस् इति लिखितमस्ति. एकवारं शोभाभगिनी आङ्ग्लभाषायाम् अर्थं वदतु. पठामि वा तत्र किं दत्तमस्ति? पठतु. मे द मैण्ड् बि अफेक्षनेट् लैक् ससिमी सीड्स्, मे देर् बि स्वीट्नेस् इन् दै वर्ड्स् एस् इन् जागरी, मे देर् बि गुड्नेस् इन् द रिलेशन्स् एस् ईस् इन् द रिलेशन् आफ् ससिमी अण्ड् जागरी इन् ए लड्डु. बन्धुत्वम् इत्युक्ते sticking together. Sticking together. तदेव स्निह्यति, स्नेहः, स्निग्धं, स्निग्धः इत्युक्ते तत्र ग्रीसि, अटाचिङ्ग् टुगेदर् इति अर्थः. भगिनि वदतु, सम्बन्धे इति एव साधु अस्ति, किमर्थं संवृत्तत्व अन्य अन्वय तिलगुड लड्डुवत् संवृत्तत्वं सम्बन्धे अस्तु. तिलगुड पश्यतु, तिलगुड लड्डुकवत् सुवृत्तत्वम्. ओ क्षमितं, सम्यक् भगिनी, सम्बन्धे अस्तु, सम्यक् एव. अत्र यथावत् पूर्वं मनोस्तु इव नास्ति, सम्बन्धे अस्तु इत्युक्ते सम्बन्धः सप्तमी एकवचनं. धन्यवादः भगिनी, अहं न दृष्टवती. उत्तमं, सम्बन्धे अस्तु, सप्तमी एकवचनरूपमेव सम्बन्धः. उत्तमं, तदेव. अधुना अत्र तत्र सन्धिकार्यं न भवति वा भगिनि? ऐ मीन् अहं जानामि सम्बन्धे इति अर्थे अत्र इट् हेस् टु बि सप्तमी अस्ति, किन्तु अत्रापि पूर्वरूपसन्धि अत्र विसर्गसन्धिः नास्ति, गुणसन्धिः नास्ति, केवलं पूर्वरूपसन्धिः अस्ति. पूर्वरूपसन्धिः इत्युक्ते किं? पूर्वरूपादेशः भवति एकार अकारयोः स्थाने, एकार अकारयोः मेलनेन अत्र पूर्वरूपादेशः इत्युक्ते पूर्वरूपं किम्? एकारः एव तिष्ठति. किन्तु अत्र अस्माकम् अवगमनार्थम् अवग्रहचिह्नं अस्ति. तदेव, उत्तमम्. अधुना अत्र स्थगयामः, पुनः अग्रिमे सप्ताहे मिलित्वा गीतासोपानं पुस्तकम् इतोपि पठिष्यामः. सर्वेषां धन्यवादः, नमस्कारः. धन्यवादः, नमस्कारः.